अस्तु, तर्हि अस्माकं भाषावर्गः अग्रे अनुवर्तते. गीतासोपानं द्वितीयभागः इति पुस्तकमस्ति, तत्र इदं शब्दस्य अभ्यासः प्रवर्तमानः आसीत् अन्तिमवर्गद्वयपर्यन्तं. तत्र नपुंसकलिङ्गे, पुल्लिङ्गे स्त्रियां च वाक्यानि लेखनीयानि आसन्. तत्र लक्ष्मीभगिनी किञ्चित् श्रावयति वा? हा महोदय, अत्र बहवः महिलाः सन्ति. आसु महिलासु बहु धैर्यमस्ति. अस्तु, वाक्यं समीचीनं वा? सर्वे वदन्तु. सर्वनामशब्दस्य प्रयोगः समीचीनः वा? भगिनी पुनः वदतु. अत्र बहवः महिलाः सन्ति. आसु महिलासु बहु धैर्यमस्ति. महोदय, मम चिन्तनमस्ति अत्र षष्ठीविभक्त्याः उपयोगं करणीयं, न तु सप्तमी विभक्ति. तत्र षष्टिविभक्तिः किं वक्तुं किं वदति सर्वे? तत्र सप्तमी दोषाय अस्ति वा? सप्तमी इति एव भवेत् वा? किं वदन्ति सर्वे? विजयसुब्रह्मण्यं महोदय, तत्र भवान् वदतु किं मतम्? अन्य कोऽपि मध्ये आगतो वा? अन्य कोऽपि अस्ति? महोदय, पद्मा अस्मि. किञ्चित् विलम्बेन आगतवती. अस्तु, अन्य तत्र किं मतं सर्वेषां? स्वरूपमहोदय, धैर्यम् इत्युक्ते ब्रेवरि. धैर्यं, हा, तदेव. भगिनी, भवती भवत्याः वाक्यं पुनः वदतु. आसु महिलासु बहु धैर्यम् अस्ति. किन्तु पूर्णवाक्यं वदतु. अत्र बह्व्यः महिलाः सन्ति. अत्र बह्व्यः महिलाः सन्ति. आसु महिलासु बहु धैर्यम् अस्ति. अहं चिन्तयामि समीचीनमस्ति. किन्तु इत्युक्ते कथं वदामि, अहम् इदानीं बहुवचनं न महिलासु स्मरामि, किन्तु अहम् एकवचनं सप्तमी किं महिलासु महिलायाः अन्ते धैर्यमस्ति. तैः अहं चिन्तयामि, अतः अहं चिन्तयामि यत् भगिन्याः वाक्यं समीचीनमस्ति. वस्तुतः वाक्यं समीचीनमेव अस्ति महोदय. शिल्पभगिनी सत्यं वदति, तत्र सप्तमी सर्वोत्तमविभक्तिः अस्ति. तत्र मयि यः गुणः कस्मिंश्चित् भवति खलु, कस्मिंश्चित् भवति गुणः, तत्र सप्तमी भवति. मयि भवति गुणः, तत्र धैर्यवती कश्चन गुणः अस्ति, मयि भवति. अतः तत्र षष्टिविभक्तिः दोषाय अपि नास्ति. तत्र षष्टिः नास्ति दोषाय, किन्तु षष्टिविभक्तिः केवलं सर्वेणां सर्वेषाम् अनुकरणं करोति, मिमिक्री तत्र सर्वेषाम् अनुकरणं करोति. तत्र सम्बन्धः अस्ति षष्टिविभक्तिः, तत्र केवलं सम्बन्धः, तत्र सम्बन्धस्तु अस्ति, किन्तु कीदृशसम्बन्धः इति वक्तव्यं चेत् सप्तमी विभक्षिता अस्ति. धन्यवादः महोदय. तत्र कीदृशसम्बन्धः इति चेत् तत्र आधाराध्यभावः अस्ति, अधिकरणम् आधारः तत्र महिला इति आधारः, गुणः इति आधेयः. अतः गुणस्य आश्रयः महिला इति कृत्वा सप्तमी विभक्तिः नाम अधिकरणकारकम्. अतः सप्तमीचीनम् अस्ति. अपि च तत्र लक्ष्मीभगिन्याः वाक्यम् आरम्भे कश्चन दोषः आसीत्, बहवः इति भगिनी उक्तवती पुल्लिङ्गे, अनन्तरं सा समीकृतवती, तस्य सम्यक् उच्चारणमस्ति बह्व्यः, बहु इति स्त्रीलिङ्गे बहुवचने बह्व्यः, बह्व्यः महिलाः. किम् वकार यकार द्वयोः अस्ति खलु बह्व्यः. हा हा हा. उकारे वकारः, वकारे यकारः, बह्व्यः महिलाः सन्ति, तासु महिलासु बहु धैर्यम् अस्ति इति वाक्यं समीचीनमस्ति. अन्यत् किमपि वाक्यं भवति वा? हा महोदय. मम पार्श्वे इमे शाटिके स्तः अनयोः शाटिकयोः वर्णः समानः. सर्वे शृण्वन्तु, पुनः एकवारं वदतु. मम पार्श्वे इमे शाटिके स्तः अनयोः शाटिकयोः वर्णः समानः. किं वदन्ति सर्वे? विजिन्य सुब्रह्मण्यमहोदय, तत्र भवान् वदतु किं मतं वा, किं समीचीनं वा? वाक्यं समीचीनमेव. अन्यत् तत्र इमे शाटिके इति वचनं किं? द्विवचनं भवती लिखितवती. तत्र विभक्तिः का? भवान् वदतु विभक्तिः का? द्वितीयवचनं प्रथमाविभक्तिः. हा, प्रथमाविभक्तिः अस्तु, समीचीनमस्ति. हा, अनन्तरं तत्र अनयोः इति आसीत्, तत्र का विभक्तिः? वाक्यं पुनः वदतु. अनयोः शाटिकयोः वर्णः समानः. अनयोः द्विवचनं षष्टि विभक्तिः अस्ति. अन्यत् वाक्यमस्ति वा? हा महोदय. इमाः मालाः सुन्दराः सन्ति, आसु मालासु शतं पुष्पाणि सन्ति. अस्तु, पद्मा भगिनी वदतु वाक्यं समीचीनं वा? समीचीनम् अस्ति महोदय. वाक्यं समीचीनम्, अग्रे महोदय. अत्र अत्र सुन्दराः शब्दं सम्यक् एव अथवा न? कुत्र? इमाः मालाः सुन्दराः सन्ति वा अथवा सुन्दरीः सन्ति? सुन्दराः इति उक्तवती वा? आम् आं महोदय. सुन्दरः इति समीचीनं नास्ति, समीकरोतु. इमाः मालाः सुन्दराः अथवा सुन्दरीः कथं सहायं करोतु? सुन्दर्यः महोदय, सुन्दर्यः अत्र नदीवत्, नदीशब्दवत्. ओ महोदय. इमाः मालाः सुन्दर्यः सन्ति, आसु मालासु शतं पुष्पाणि सन्ति. समीचीनम् अस्तु, अग्रे. अहं वदामि किं महोदय? हा वदतु, हा वदतु महोदय. लवकुशौ सीतारामयोः पुत्रौ। वाल्मीकिमहर्षि इमौ रामायणम् अपाठयत्। इमौ रामायणं कथाम् अगायताम्। पाण्डवाः महोदय किञ्चित् लिखितं किञ्चित् अस्तु अस्तु श्रावयतु, सर्वे शृण्वन्तु वाक्यशः वदतु एकं वाक्यम्, अनन्तरं वयं वदामः। लवकुशौ सीतारामयोः पुत्रौ। समीचीनम्। समीचीनम् अग्रे। वाल्मीकिमहर्षि इमौ रामायणम् अपाठयत्। पुनः वाक्यं वदतु। वाल्मीकिमहर्षि इमौ रामायणम् अपाठयत्। वाक्यं समीचीनम्। हा महोदय। पद्मभगिनी आम् आं किं समीचीनमस्ति। किन्तु पुनः वदतु महोदय। वाल्मीकिमहर्षि इमौ किमर्थं वाल्मीकि नदी शब्दः अस्ति वा? नदी शब्दवत् महर्षि न महोदय, वाल्मीकिमहर्षि महर्षि एव दीर्घैकारः नास्ति महोदय। पुनः वदतु महोदय, कथं स्यात्? वाल्मीकिमहर्षि इमौ रामायणम् अपाठयत्। लक्ष्मी भगिनी वदतु कथं भवेत्। महर्षिः महर्षिः हरस्वीकारः अन्त शब्दः अस्ति खलु। अस्तु महोदय। अस्तु अग्रे। इमौ रामायणम् अपाठयत्। इमौ रामायणं कथाम् अगायताम्। पुनः इमौ रामायणं कथाम् अगायताम्। वदन्तु। आं महोदय। पाण्डवाः कुन्त्याः पुत्राः। वाक्यं समीचीनम्। तत्र सर्वनामशब्दः नास्ति, समीचीनमस्ति। इमे द्वादशवर्षान् अरण्ये वासम् अकुर्वन्। विजयसुब्रह्मण्यमहोदय भवान् वदतु। इमे इत्यस्य किं वचनं, का विभक्तिः? प्रथमविभक्ति बहुवचनं महोदय। अस्तु अग्रे। पुरुषरूपं पुल्लिङ्गम्। अग्रे। श्रीकृष्णः इमान् सहायम् अकुरुत। शुभा भगिनी वदतु। अहं न लिखितवती। न तस्य वाक्यं समीचीनमस्ति न वा? क्षम्यतां, पुनः वदतु महोदय। श्रीकृष्णः इमान् पाण्डवान् सहायम् अकुरुत। न, श्रीकृष्णः इमान् पाण्डवान् सम्यक् नास्ति, षष्ठी विभक्ति भवेत्। सम्यक् अस्ति, षष्ठी भवेत्, षष्ठी भवेत् महोदय। पुनः वदतु। तत्र श्रीकृष्णः येषां पाण्डवान् सहायम् अकुरुत। येषां पुनः वदतु। श्रीकृष्णः एकनिमिषः महोदय, अस्य अनयोः एषां महोदय श्रीकृष्णः एषां पाण्डवान् सहायम् अकरोत्। शिल्पा भगिनी वदतु। तेषां पाण्डवानां महोदय एषां पाण्डवानां सहायम् अकरोत्। उभयत्र षष्टि भवेत् खलु? उभयत्र षष्टि तिस्रः वाक्यः महोदय। शिल्पभगिनी तत्र तेषामपि समीचीनमस्ति भगिनि, तेषामपि समीचीनमस्ति, किन्तु अत्र नूतनशब्दः अस्ति एषाम्। ते अस्माकं नाम परिचितशब्दः शब्दः अस्ति तेषाम् अथवा एतेषाम्। आरम्भतः अस्माकम् अभ्यासः द्वयोः शब्दयोः, किन्तु अत्र अस्मिन् अध्याये तत्र इदं शब्दः अस्ति, इदं शब्दः तत्र षष्टि बहुवचने एषाम् इति भवति। धन्यवादः। अस्तु महोदय अग्रे। तिस्रः वाक्यः महोदय, अस्य उन्नतस्य वृक्षस्य किं पुनः वदतु? एकनिमिषः महोदय। तिस्रः इति किं वदति भवान्? तिस्रः वाक्यः न तत्र नपुंसकलिङ्गम् आयाति खलु महोदय? वाक्यशब्दस्य लिङ्गं नपुंसकलिङ्गं, वाक्यं नपुंसकलिङ्गं त्रीणि न तृतीयं वाक्यं महोदय। वस्तुतः तिस्रः इति तत्र स्त्रीलिङ्ग् अस्ति, स्त्रीलिङ्गस्य तिस्रः, अपि च तत् अत्र भिन्नरूपम् अस्ति तत्र, अत्र तृतीयम् अस्ति, तृतीयं वाक्यं महोदय। अस्य उन्नतस्य वृक्षस्य फलानि मधुराणि सन्ति। पद्मा भगिनी वदतु, पुनः वदतु महोदय। अस्य उन्नतस्य वृक्षस्य फलानि मधुराणि सन्ति। समीचीनमस्ति महोदय। समीचीनमेव अस्ति। अस्तु बहु सम्यक् अस्ति। अस्य कस्यचित् वाक्यानि सन्ति? अस्तु तर्हि अग्रे सरेम। अत्र अष्टपञ्चाशत्तमे पुटे अभ्यासः आसीत्। कुत्र पुटं? पञ्च अष्टपञ्चाशत्। महोदय, अहं किञ्चित् वाक्यानि लिखितवान्। ओ वदतु। प्रथम, इयं सीता गच्छति द्रष्टुं चलनचित्रम्। अस्तु तत्र विर्जिनिया, तत्र मेसचूसेट्स् सुब्रह्मण्यं महोदय, भवान् एव वदतु, पुनः श्रावयतु महोदय। इयं सीता गच्छति द्रष्टुं चलनचित्रम्। सम्यक् एव महोदय, वाक्यं समीचीनमस्ति। तत्र सहदेव महोदयस्य सर्वदा तत्र कविवत् शैली भवति वाक्यरचनस्य। अहं श्रुतवान् महोदय, ध्वनिमुद्रण श्रुतवान्, गीतासोपानस्य प्रथमभागस्य ध्वनिमुद्राणां श्रुतवान्, तत्रापि सः तथैव अवदश्यत्। सत्यं सत्यं, तत्र कविवत् रचनं भवति, समीचीनमस्ति। अन्यद् वाक्यमस्ति वा महोदय? इमाः बालिकाः खादन्ति उपहारगृहे सोमवासरे। पुनः वदतु, समीचीनमस्ति, पुनः वदतु। इमाः बालिकाः खादन्ति उपहारगृहे सोमवासरे। पद्मा भगिनी वदतु। समीचीनम् अस्ति। समीचीनमस्ति। अन्यत् वाक्यमस्ति वा महोदय? अस्याः वृदा नाम सावित्री. पुनः वदतु. अस्याः वृदा नाम सावित्री. अस्तु, समीचीनमस्ति. इदानीं तत्र विर्जिन्यसुब्रह्मण्यं महोदय, भवान् वदतु. अस्याः अस्याः वृदा नाम सावित्री. किमपि नास्ति, शीघ्रमेव वदतु. शीघ्रमेव वदतु महोदय. शिल्पा भगिनी वदतु. शिल्पा भगिनी, क्षम्यतां महोदय, अहं न पुनः वदतु. सहदेव महोदय पुनः वदतु. अस्याः वृदा नाम सावित्री. अस्याः वृद्धयाः नाम सावित्री. हा हा, इति अस्ति अत्र अत्र तत्र विजिन्यसुब्रह्मण्यं तत्र का समस्या आसीत्? किमपि नूतनं नास्ति तत्र. तत्र दोषः कः आसीत्? भवानेव वदतु. वृद्धाः विभक्ति दोषं भवति. वृद्धाः प्रथमा विभक्ति, षष्ठीविभक्ति प्रयोगं कर्तुं शक्नुमः. तत्र कीदृशभावः, तत्र कीदृशभावस्य अभावः? विशेषणविशेषभावः तत्र तत्र अस्याः इति षष्ठी अस्ति, अस्याः इति विशेषणमस्ति, विशेष्यमस्ति वृद्धा. तत्र विशेषणविभाव विशेषणविशेषभावः अभविष्यत्, तत्तु न जातं, न जातः. अतः अतः तत्र अस्याः वृद्धायाः, सदैव महोदय अवगच्छति वा? अस्याः वृद्धायाः. अवगच्छामि. अन्यत् वा किमस्ति वा? आं महोदय. पद्माभगिनी अस्ति वदति वा? प्रयत्नं करोमि. सीता मम चूडामणि हनुमत्ताय ददति. तत्र कस्य नाम, तत्र सर्वनामशब्दः अस्ति वा अथवा एवमेव वाक्यम्? अत्र सर्वनामशब्दस्य अभ्यासः. सर्वनाम तु कुत्र अस्ति? अत्र सर्वनामशब्दस्य अभ्यासः वर्तमानः अस्ति. अस्तु, तथापि तथापि विर्जिन्या तत्र मेसचूसेट्स् सुब्रह्मण्यं भवानेव शुद्धीकरोतु. पुनः वदतु भगिनी वाक्यं. सीता मम चूडामणि हनुमताय ददति. अत्र सीता इयं चूडामणि, अत्र तु इयं चूडामणि भवितुमर्हति अथवा मम अत्र षष्ठी विभक्त्या विभक्ति उपयोगं कृतवती खलु. मम सीता तस्याः चूडामणि खलु, तस्याः अथवा अस्याः चूडामणि, तस्याः चूडामणि, तस्याः चूडामणि अत्र हनुमते ददाति. हनुमान् खलु, हनुमते आयाति प्रायः. हनुमते ददाति. हा समीचीनमस्ति. तत्र हनुमान् इति कारणेन न, तत्र प्रातिपदिकं किं? प्रातिपदिकं हनुमत् हनुमत् सकारान्तशब्दः अतः हनुमान् अतः इति न, तकारान्तशब्दः अतः हनुमत् हनुमते हनुमते चतुर्थी विभक्ति हनुमते ददति. पुनः वाक्यं वदतु इदानीं. सीता तस्याः चूडामणि हनुमते ददति. इदानीं वाक्यं समीचीनमस्ति वा महोदय? न महोदय, अत्र क्रियापदं ददाति सत्यं भवति. वाक्यं कथं स्यात्? अहं वदामि महोदय. नाम क्रियापदं तत्र कः दोषः? अहं चिन्तयामि अत्र एकवचन वर्तमान लट् लकारः उपयोगं करणीयं. तत्र पद्मा भगिनी पुनः क्रियापदं किमासीत् पुनः वदतु? ददति ददति ददति इति कीदृशरूपमस्ति? ददति तु ददाति. पद्मा भगिनी वदतु, तत्र ददति इति कथं वदति? तत् किमस्ति? कीदृशरूपमस्ति श्रावयतु. वर्तमानकाले वचनं एकवचनम्. एवं वा, एकवचनं ददति. लक्ष्मी भगिनी वदतु. ददाति एकवचनं, ददति बहुवचनरूपं. ददाति इति जानन्ति खलु? ददाति ददाति. तद्विहाय सर्वं समीचीनमस्ति वा महोदय? सीता तस्याः चूडामणिम् आयाति महोदय, अत्र चूडामणिं हनुमते ददाति. अत्र द्वितीयाविभक्ति चूडामणिं. द्वितीयाविभक्तिः अस्ति भगिनि तत्र. आम् चूडामणि. तत्र दीर्घकारः अन्तशब्दः अस्ति खलु न वा? दीर्घकारान्तशब्दः अस्ति न वा? मणिः महोदय. अथवा ह्रस्वीकारान्तः, ह्रस्वीकारान्तः अस्ति वा? कोऽपि वदतु. परिचितशब्दः नास्ति. मणिः ह्रस्वीकारान्तः अस्ति खलु? तर्हि तत्र कथञ्चित् अपि समीचीनं नास्ति भवती यत् उक्तवती. तत्र चूडामणि इति नदीशब्दवत् उक्तवती खलु, तत् समीचीनं नास्ति. प्रथमाविभक्तौ तत्र द्विसर्गः अभविष्यत् चूडामणिः, द्वितीयविभक्ति चूडामणिं. चूडामणि न किं पुनः दीर्घकारः कथं? ह्रस्वीकारः अस्ति खलु. वाक्यम् अस्तु, एकवारं शुद्धीकृत्वा वदतु एकवारं वाक्यं. सीता तस्याः चूडामणि हनुमते ददाति. हा अस्तु, समीचीनमस्ति. पुनः एकवारं. सीता तस्याः चूडामणि हनुमते ददाति. मकारः अस्ति वा न श्रूयते? चूडामणि मकारः. अस्तु समीचीनमस्ति. तर्हि अग्रे सरेम इदानीं. बहु सम्यक् अस्ति. यदा वाक्यरचनं भवति तदा नाम मस्तिष्कं तत्र सक्रियं भवति. महोदय, अत्र अस्याः तस्याः न महोदय. तस्याः तु समीचीनमस्ति, किन्तु अस्याः तत्र नूतनशब्दः. आम्, इयं शब्दस्य षष्टिरूपम्. सत्यं सत्यम्. अस्तु, कुत्र पर्यन्तम् अस्माभिः प्राप्तम् अस्मिन् अभ्यासे गते सप्ताहे? चतुर्थवाक्यमेवं किमपि आसीत् खलु, पञ्चमवाक्यम्. आम्. अस्तु, तर्हि षष्ठवाक्यं पश्येम. षष्ठं लक्ष्मीभगिनी वदतु. अन्य कोऽपि अस्ति वा? पुष्पा अस्ति. पुष्पा भगिनी, अस्तु. तर्हि लक्ष्मीभगिनी षष्ठं वाक्यम्. एते यज्ञाः यज्ञेषु जपयज्ञः श्रेष्ठः. एते यज्ञाः एतेषु यज्ञेषु जपयज्ञः श्रेष्ठः. अस्तु, समीचीनमस्ति. मेसचूसेट्स् सुब्रह्मण्यमहोदय. विश्वरूपं विश्वरूपात् अर्जुनः भीतः अभवत्. तस्मात् एतस्मात् तस्याः. तत् विश्वरूपं तस्मात् विश्वरूपात् अर्जुनः भीतः अभवत्. समीचीनमस्ति. तादृशी शैली अपि सम्यक् अस्ति. तर्हि विर्जिनिया सुब्रह्मण्यं महोदय तत्र गे. महोदय, कति पुस्तक पठ कति इति न, तत्र कस्मिन् कस् न न पुटे कस्मिन् पुटे पुटे अथवा कस्मिन् पृष्ठे पृष्ठे कस्मिन् पुटे अष्टपञ्चाशत्तमे पृष्ठे. अस्तु महोदय. अग्रे महोदय. इमे सम्पदौ सम्पदोः दैवी सम्पत् मोक्षाय भवति. इमे सम्पदौ अनयोः सम्पदोः दैवी सम्पत् मोक्षाय भवति. किन्तु विकल्पत्रयमेव वदतु एकवारं, यथा महोदय कृतवान्, अनयोः एतयोः एतासाम्. प्रथमः अनयोः सम्पदोः दैवी सम्पत् मोक्षाय भवति. अस्तु, समीचीनमस्ति. सहदेव महोदय अग्रे. ओ महोदय, अहं केवलं शृणोमि, न लिखितवान्. नास्ति चिन्ता, भवान् एव करोतु, निपुणः भवान्. अर्जुनः वदति, ते मम बान्धवाः बान्धवान् अहं न हनिष्यामि. विकल्पत्रयं पठतु. एतान्, इमान्, तान्, तेषु कः अस्ति? बान्धवान् इति शब्दं पश्यतु. बान्धवान् द्वितीयविभक्ति बहुवचनं. समीचीनम्. पुल्लिङ्गशब्दः. समीचीनं. एतान् एतान् बान्धवान् अहं न हनिष्यामि. अत्र वस्तुतः पश्यति चेत् तत्र वार्ता एवमस्ति यत् त्रयः अपि शब्दाः कुत्र अस्ति तान्? बहुवचने द्वितीयविभक्तौ. एतान्, इमान्, तान् इति नाम तत्र एतान् बान्धवान्, इमान् बान्धवान्, तान् बान्धवान् इति तत्र सर्वं सम्यक् एव. किन्तु भेदः कः? अत्र भेदः कः? लक्ष्मीभगिनी वदतु, तत्र किमर्थं किम् अस्ति? एतान् शब्दः एषः शब्दस्य द्वितीया विभक्ति बहुवचनरूपम्, एत प्रातिपदिकरूपम् एतत्, तान् शब्दः तत् शब्दस्य द्वितीया विभक्ति बहुवचनरूपम्, इमान् शब्दः इदं शब्दस्य पुंलिङ्ग द्वितीया विभक्ति बहुवचनरूपम्, अर्थः एतान् इमान् द्वौ शब्दौ अर्थः समानः एव. परन्तु अत्र इमान् शब्दस्य उपयोगं करणीयम्. किमर्थम्? अत्र अभ्यासः इदं शब्दस्य सर्वनामशब्दस्य अभ्यासः. सत्यमस्ति, तादृश अभ्यासः अस्ति, किन्तु वाक्यं द्रष्टव्यमस्ति कथमस्ति, तदाधारीकृत्य वयं निर्णयं कर्तुं शक्नुमः. तत्र केवलं तस्मिन् अध्याये अस्ति अतः तादृश अभ्यासः अस्ति अतः तादृशशब्दः भवेत् इति नास्ति, तत्र कारणमपि वक्तव्यमस्ति. सम्यक् अस्ति भगिनि. हा, ते अस्ति अतः किं तान् बान्धवान्? ते नाम किं, किमर्थं तान् स्यात्? सः तौ ते प्रथमाविभक्ति बहुवचनरूपं तत् शब्दस्य. तावदेव वदनेन अस्माकं कार्यं न भविष्यति, अन्य कोऽपि वदतु किमर्थं तान् स्यात् अत्र. किमर्थं अत्र किमस्ति यत्र एतत् शब्दः इदं शब्दः अस्ति तत्र अर्थः अस्ति नैकट्यं, सामीप्यम्. अत्र कुत्र अस्ति ध्वनिः? तत्र म्यूट् इति करोति. पुष्पभगिनी, तत् स्वस्य गृहं तत्र ध्वनिः अस्ति वा? स्टार् सिक्स्. अस्तु, अत्र ते इति दूरम् अस्ति. एते समीपे, ते दूरे. दूरे सन्ति, तत्र सामीप्यं नास्ति, दौर्यमस्ति तत्र. अतः ते मम बान्धवाः, तान् बान्धवान् इति कारणमस्ति अस्मिन् अध्याये. इति कारणमस्ति नास्ति, द्रष्टव्यमस्ति तत्र किं कारणमस्ति. अस्तु, पद्मभगिनी अग्रे. श्रुणोति वा? इदं शास्त्रं शास्त्रे उक्तम् अनुसृत्य जीवनीयम्. इदं शास्त्रं तस्मिन् इदं शास्त्रम् अस्मिन् शास्त्रे उक्तम् अनुसृत्य जीवनीयम्. समीचीनमस्ति, बहु सम्यक् अस्ति. अस्तु, अग्रे. शुभा भगिनी अग्रे. ताः धेनवः, धेनुषु एता धेनुषु एता धेनुः कपिला अस्ति. ताः धेनवः, तासु धेनुषु एका धेनुः कपिला अस्ति. बहु समीचीनमस्ति. तत् त्रयः विकल्पाः के सन्ति, एकवारं वदतु. विकल्पः, तासु एतासु तेषु. समीचीनमस्ति. तेषु तासु इति समीचीनमस्ति. अस्तु अग्रे पुष्पा भगिनी अग्रे. महोदय शब्दमस्ति द्वादशवाक्यं एषः अतपस्कः अतपस्काय गीताशास्त्रं न दातव्यम्. एषः अतपस्कं पस्कः एतस्मै अतपस्काय गीताशास्त्रं न दातव्यम्. समीचीनमस्ति. अस्तु अग्रे मेसचुसेट्स् सुब्रह्मण्यम् अग्रे. अस्तु महोदय. तानि पुष्पाणि पुष्पेभ्यः उत्तमं भगवते अर्पयतु. ताभ्यः तेभ्यः एभ्यः तानि पुष्पाणि तेभ्यः पुष्पेभ्यः उत्तमं भगवते अर्पयतु. समीचीनमस्ति. अस्तु अग्रे. एकः प्रश्नः अस्ति अत्र महोदय. वदतु. अत्र उत्तमं विशेषणम् अस्ति. अत्र विशेषणविशेष्यभावं किमर्थं नास्ति? तेभ्यः पुष्पेभ्यः उत्तमं तत्र किं किं स्यात्? किं स्यात् अत्र विशेषणविशेष्यभावं किमर्थं नास्ति महोदय? न न भवानेव वदतु रूपं कथं वा स्यात् कथं भवेत्. अहं चिन्तयामि अत्र तेभ्यः उत्तमेभ्यः पुष्पेभ्यः भगवते अर्पयतु. लक्ष्मीभगिनी तस्य उत्तरं किं वदतु? प्रश्नः समीचीनः अस्ति. उत्तरं किम्? तेभ्यः उत्तमेभ्यः पुष्पेभ्यः भगवते अर्पयतु. सम्यक् एव महोदय. उत्तमेभ्यः पुष्पेभ्यः. परन्तु अत्र विशेषेण विशेषभाव्यं भावं पुष्पेभ्यः तेभ्यः मध्ये अस्ति. विशेषभावं पुष्पेभ्यः तेभ्यः मध्ये अस्ति. अपि च उत्तमेभ्यः न भवेत्. अहं चिन्तयामि न भवेत्. किमर्थं न भवेत्? अत्र विशेषेण विशेष्यं पुष्पेभ्यः विशेषं पुष्पेभ्यः इति सत्यं. विशेषणं तेभ्यः, किन्तु अन्यत् विशेषणम् उत्तमेभ्यः इति महोदय वदति. तथा न वा? उत्तमेभ्यः पुष्पेभ्यः उत्तमेभ्यः अपि विशेषणं भवितुम् अर्हति. परन्तु मम प्रश्नः अस्ति अत्र उत्तमं किमर्थं उपयोगं कृतवान् पुस्तकस्य कर्ता? हा दोषः अस्ति वा? प्रायः न प्रायः न किमपि कारणमस्ति अहं न जानामि. न अस्माभिः निर्णेतव्यमस्ति यत् एतत् कीदृशदोषः दोषः अस्ति न वा. समीचीनमस्ति प्रश्नः. शुभा भगिनी वदतु. अर्पयतु अतः खल ददातु ददातु. तर्हि अहं वाक्यं न अवगच्छामि. ददातु अस्ति चेत् वदतु भगिनि सुप्रभगिनी वदतु ददातु क्रियपदम् आसीत् चेत् ये किं ददाति तत् द्वितीयविभक्तौ अस्ति किन्तु एकनिमेषः भवत्याः चिन्तनं बहु समीचीनम् अस्ति. एकनिमेषः तत्र मासचुसेट्स् ब्रह्मण्य महोदय, तत्र तत्र पुष्पेभ्यः इत्यस्य का विभक्तिः एकवारं वदतु. पुष्पेभ्यः तु अत्र चतुर्थी विभक्ति महोदय. अस्तु, इदानीम् अग्रे वदतु भगिनि, शुभा भगिनी वदतु अग्रे, भवत्याः चिन्तनम् अग्रे वदतु. तर्हि अहं भगवते चतुर्थी विभक्ति, पुष्पेभ्यः अपि चतुर्थी विभक्ति. अहम् अवगच्छामि. अहं चिन्तयामि यत् पुष्पेभ्यः पुष्पाणि भवेत्. बहु समीचीनं चिन्तनमस्ति. अन्य कोऽपि साहाय्यं करोतु. लक्ष्मी भगिनी वदति वा? अत्र भगिनी उक्तवती खलु यत् महोदय अत्र अर्पयतु इत्युक्ते ददातु, अत्र उत्तमं ददातु इति भावः अस्ति. तदर्थम् उत्तमं कर्मपदं वा उत्तमं पुष्पम्? अत्र प्रश्नः अस्ति इदानीं यत् पुष्पेभ्यः इत्यस्य का विभक्तिः? चतुर्थी विभक्तिः पुष्पेभ्यः, भगवते पुष्पेभ्यः, तत्र किम् अस्ति, कथम् अर्थः अस्ति? तेभ्यः पुष्पेभ्यः भगवते अर्पयतु. तेभ्यः पुष्पेभ्यः उत्तमं भगवते अर्पयतु. तेभ्यः पुष्पेभ्यः उत्तमम् अत्र पञ्चमी वा? अत्र तेभ्यः पुष्पेभ्यः उत्तमं, तेभ्यः पुष्पेभ्यः उत्तमं पञ्चमी. अत्र पुष्पेभ्यः तेभ्यः पुष्पेभ्यः पञ्चमी विभक्ति, पुष्पेभ्यः उत्तमं भगवते अर्पयतु. इदानीं सुब्रह्मण्यं भवान् किं वदति इदानीं? तत्तु सत्यमेव महोदय, तेभ्यः पुष्पेभ्यः उत्तमं भगवते अर्पयतु. अत्र पुष्पेभ्यः पञ्चमी भवति. अहं समीचीनम् अवगतवान् इदानीं स्पष्टमस्ति. अहमपि अवगतवान् अत्र किञ्चित् अनुमानः अस्ति मम, परन्तु यदा लक्ष्मी भगिनी पञ्चमी इति उक्तवती तत्समये अहमपि तदेव चिन्तितवान्. किमर्थं चेत् अत्र भगवते अर्पयतु खलु, तत् भगवते तु चतुर्थी भवति, तत्र विभाजनमस्ति. तानि पुष्पाणि उत्तमं पुष्पेभ्यः भगवते अर्पयतु इति. समीचीनमस्ति. तर्हि यत्र पुष्पसमूहः अस्ति, चिन्तयतु, तत्र सर्वे शृण्वन्तु, तत्र शुभभगिनी शृण्वन्तु, तत्र पुष्पाणि, पञ्चपुष्पाणि सन्ति. अत्र तेभ्यः पुष्पेभ्यः इति पञ्चमे कस्मिन् अर्थे इति चेत्, तत्र यत् पुष्पं सर्वोत्तमम् अस्ति तत् तेभ्यः नाम तस्मात् तेभ्यः तेभ्यः स्वीकरोतु अनन्तरं भगवते ददातु. परन्तु महोदय अत्र चयनमिति अर्थः तत्र सप्तमी अपि भवितुमर्हति स्म. तेषु पुष्पेषु उत्तमं भगवते अर्पयतु इति बहुवारं भवति, किन्तु पञ्चमी अपि समीचीनमस्ति. पृच्छतु. तथा एव मम चिन्तनमस्ति महोदय. अत्र यदा भवान् उक्तवान् अहं चिन्तितवान् अत्र सप्तमी भवितुम् अर्हति, किन्तु किमर्थम् अत्र पञ्चमी इति मम प्रश्नः. भवान् समाधानं दत्तवान्. कुत्रचित् तथा भवति, कारकद्वयं सम्भवति. अत्र तथा अस्ति. सप्तमी अपि समीचीनं, पञ्चमी अपि समीचीनम्. अत्र उत्तमं पुष्पाणि भगवते अर्पयतु इति भवितुमर्हति महोदय. उत्तमं किम्? उत्तमानि पुष्पाणि भगवते अर्पयतु. यदि अहं बहूनि पुष्पाणि अर्पयितुम् इच्छामि. शतं पुष्पाणि सन्ति, शतं पुष्पाणि सन्ति, तेभ्यः पुष्पेभ्यः पञ्चपुष्पाणि स्वीकृत्य तस्मिन् प्रसङ्गे तत्र उत्तमानि पञ्च उत्तमानि पुष्पाणि शतं, तत्र शतं सन्ति चेत् तथा भवितुमर्हति. अत्र एकमेव पुष्पम् इति अर्थे अर्थमस्ति खलु महोदय, एकमेव पुष्पं. सत्यं सत्यं सत्यम्, उत्तमं, सर्वोत्तमम्. अस्तु, स्पष्टमस्ति. अस्तु, अग्रे सरेम. तर्हि इदानीं सहदेवमहोदय वदतु अग्रे. हा महोदय, चतुर्दश. चतुर्दश, चतुर्दशं वाक्यं. इमे त्रयः गुणाः त्रिभिः गुणैः विमुक्ताः ब्रह्मज्ञानं प्राप्नुवन्ति. ताभिः एभिः आभिः आभिः त्रिभिः गुणैः विमुक्ताः ब्रह्मज्ञानं प्राप्नुवन्ति. अत्र गुणशब्दस्य लिङ्गं किम् इति चिन्तनीयमस्ति. अनन्तरं ताभिः एभिः आभिः इत्येषां त्रयाणां शब्दानां लिङ्गमपि चिन्तनीयमस्ति. लिङ्गं, गुणशब्दस्य लिङ्गं किम्? आं, लिङ्गं स्त्रीलिङ्गं. स्त्रीलिङ्ग, अत्र गुणशब्दः गुणः. ओ, पुल्लिङ्ग अस्ति. पुल्लिङ्गशब्दः. अपि च भवता उक्तं तत्र आभिः इत्यस्य लिङ्गं किम्? आभिः आभिः स्त्रीलिङ्गशब्दः. अतः किं स्यात्? आम्, ताभिः ताभिः इत्यस्य लिङ्गं ताभिः स्त्रीलिङ्गम् अस्ति. ताभिः स्त्रीलिङ्गमस्ति, आभिः स्त्रीलिङ्गमस्ति, एभिः एभिः पुल्लिङ्गम् अस्ति. तर्हि किम् अस्ति? एभिः त्रिभिः गुणैः विमुक्ताः ब्रह्मज्ञानं प्राप्नुवन्ति. ब्रह्मज्ञानं प्राप्नुवन्ति, बहु सम्यक् अस्ति. अस्तु, अग्रे पद्माभगिनी अग्रे. ते वेदाः, वेदानां भगवान् सामवेदम् अस्ति. सामवेदः अस्ति. तासां तेषां येषां, ते वेदाः तासां वेदानां भगवान् सामवेदः अस्ति. वेदशब्दस्य लिङ्गं किं? स्त्रीलिङ्गं. वेदशब्दस्य पुष्पभगिनी वदतु वेदशब्दस्य लिङ्गं किं? नपुंसकलिङ्गं. पुष्पभगिनी अस्तु, लक्ष्मीभगिनी वदतु. वेदशब्दः पुंलिङ्गशब्दः. ते वेदशब्दः पुल्लिङ्गमहोदय. ते वेदाः अत्रैव लिखितम् अत्र ते वेदाः इति लिखितमस्ति खलु भगिनि? आं महोदय. भवती केवलं केवलं नाटकं करोति स्म खलु? क्षम्यता. नाटकं समीचीनमासीत्. वयं चिन्तितवन्तः भवती न जानाति एव, किन्तु सर्वं जानाति भवती. नाटकं बहु समीचीनमासीत. लक्ष्य क्षम्यता. ते वेदाः, तेषां वेदानां भगवान् सामवेदः अस्ति. अस्तु, सम्यक् अस्ति. अस्तु, अग्रे पुष्पाभगिनी अग्रे. इमानि इन्द्रियाणि, इन्द्रियेभ्यः परं मनः, येभ्यः एताभ्यः आभ्यः, इमानि एभ्यः, इमानि एभ्यः इन्द्रियेभ्यः परं मनः. समीचीनमस्ति. अस्तु, रिटन् राङ्ग्. I have written wrong. Ebhyah indriyebhyah. Samichinamasti. Mahodaya, etadapi trayodasha tama vakyasya trayodasha vakyam samyam asti khalu mahodaya. Saha, satyam, satyam. Panchami asti atra. Panchami atra. समीचीनमस्ति. पुष्पभगिनी अग्रे. अग्रे, इमाः भगवतः विभूतयः, भगवान् विभूतिभ्यः भिन्नः अपि अस्ति, आभ्यः एभ्यः ताभ्यः. इमाः भगवतः विभूतयः, भगवान् विभूतिभ्यः एभ्यः विभूतिभ्यः भिन्नः अपि अस्ति. विभूतिशब्दस्य लिङ्गं किं? विभूति विभूतिभ्यः विभूतिभ्यः लिङ्ग लिङ्गं किम् अस्य शब्दस्य? ओ, लिङ्गं पुल्लिङ्ग एभ्यः. विभूतिशब्दस्य लिङ्गं पुल्लिङ्ग पुल्लिङ्गं पुल्लिङ्गं विभूतिशब्दस्य लिङ्गः लिङ्गं पुल्लिङ्गं. मेसेचुसेट्स् सुब्रह्मण्यं भवान् वदतु. विभूति तु स्त्रीलिङ्गशब्दम्. तकारान्त अस्ति खलु? तकारान्त इति नास्ति, सामान्यतया यत्र तकारे इकारः भवति शब्दस्य अन्ते, तत्र स्त्रीलिङ्गशब्दः आधिक्येन भवति. मतिः, श्रुतिः, भूतिः, तत्र स्त्रीलिङ्गशब्दाः सन्ति. अस्तु, विजयसुब्रह्मण्यम् महोदय अग्रे. इमानि इन्द्रियाणि कुत्र अस्ति? अष्ट स्वप्नलोके अस्ति वा? न महोदय, ते वेदाः अपरि इमा भगवतः गतवती महोदय. किं किं? पञ्चदश अनन्तरे इदानीम् अष्टादशवाक्ये इति इदानीं सप्तदशवाक्यं समाप्तम् अयं योगमार्गः योगमार्गेण भगवन्तं प्राप्तुं शक्यते एतेन अनेन अनया अयं योगमार्गः अनेन योगमार्गेण भगवन्तं प्राप्तुं शक्यते इमे निष्ठे स्तः निष्ठयोः अन्यतरयोः मोक्षं प्राप्नुवन्ति एनयोः अनयोः आवयोः इमे निष्ठे स्तः अनयोः निष्ठयोः अन्यतरयोः मोक्षं प्राप्नुवन्ति कथं जानीमः इमे इमे पुल्लिङ्गं बहुवचनं महोदय पुनर्विभक्ति अनयोः निष्ठयोः पुल्लिङ्गे अत्र इमे शब्दः तत्र पुल्लिङ्गे अत्र वचनं किम् इमे शब्दस्य वचनं किम् शिल्पा भगिनी सायं करोतु स्तः अस्ति इमे निष्ठे स्तः महोदय अवगच्छति वा द्विवचने अस्ति इमे शब्दस्य लिङ्गं किम् लिङ्गं किं शीघ्रमेव अत्र लक्ष्मी भगिनी वदतु निष्ठाशब्दः स्त्रीलिङ्गशब्दः इमे निष्ठे द्विवचनं इमे निष्ठे स्तः निष्ठाशब्द स्त्रीलिङ्गशब्द तथा किमपि नास्ति निष्ठशब्दः तत्र विशेष्य निघ्नशब्दः अस्ति तस्य लिङ्गं नास्ति एव विशेषणमस्ति अत्र इमे स्त्रीलिङ्गद्विवचनम् किन्तु भवती यदि निष्ठशब्दः स्त्रीलिङ्गे वदति अतः इमे स्त्रीलिङ्गे तत्र न भवति निष्ठशब्दः विशेषनिघ्नशब्दः अस्ति त्रिषु लिङ्गेषु भवति विशेष्यमनुसृत्य अत्र कथं जानीमः इमे शब्दः स्त्रीलिङ्गे अस्ति स्तः द्विवचनरूपम् इमे अपि द्विवचनरूपम् एव स्त्रीलिङ्गद्विवचनम् एव पुल्लिङ्गः भविष्यत् तत्र इमे इत्यस्य कीदृश इमौ इमौ अपि च इमे इति पुल्लिङ्गे भवति वा न भवति पुल्लिङ्गशब्दस्य तत्र इमे इति कुत्रचित् अपि नास्ति इमे शब्दः स्त्रीलिङ्गद्विवचनरूपं किन्तु पुल्लिङ्गशब्दः अस्ति चेत् तत्र इमे इति कुत्रचिदपि नास्ति वा पुनः वदतु महोदय अहं न इमे अस्ति महोदय बहुवचने भवति खलु आम् पुंलिङ्गे बहुवचने भवति इति वक्तव्यमासीत् कुत्रचित् तु अस्ति एव बहुवचनान्तरूपम् अस्ति पुल्लिङ्गे इमे, किन्तु अत्र द्विवचने अस्ति, अतः नाम एतत् सर्वं दृष्ट्वा, यतोहि तत्र स्तः इति द्विवचनान्तरूपम् अस्ति, इमे द्विवचने अस्ति, अतः स्त्रीलिङ्गे अस्ति, निष्ठशब्दस्य किमपि नाम प्रयोजनं नास्ति, निष्ठशब्द त्रिषु लिङ्गेषु भवति. परन्तु महोदय, इमे नपुंसकलिङ्गद्विवचनमपि भवितुमर्हति खलु? हा, तदपि भवितुमर्हति, तदपि भवितुमर्हति, किन्तु इदानीं मनुष्यस्य विषयः खलु, मनुष्यस्य विषयः, मनुष्यस्य विषये तत्र नपुंसकलिङ्गः भवति वा? न, अतः नास्ति. नो चेत् समीचीनमस्ति, इमे अपि नपुंसकलिङ्गे भवति, किन्तु अत्र प्रसङ्गः नास्ति. अस्तु, अग्रे अग्रे वर्जिनिया सुब्रह्मण्यम् अग्रे. महोदय, यः यः प्राप्नुवन्ति प्राप्नुवन्ति जनाः प्राप्नुवन्ति इमे निष्ठे स्तः, अनयोः निष्ठयोः अन्यतरयोः मोक्षं प्राप्नुवन्ति बहुवचनमस्ति. इमे निष्ठे स्तः, अनयोः निष्ठयोः अन्यतरयोः मोक्षं प्राप्नुवन्ति जनाः, अनयोः निष्ठयोः अन्यतरयोः मोक्षं प्राप्नुवन्ति. अस्तु, हा, सत्यं, मोक्षं प्राप्नुवन्ति जनाः. महोदय, एतत् वाक्यस्य वाक्यस्य अर्थं किम्? अत्र अनयोः निष्ठयोः अनितरयोः अन्यतरयोः मोक्षं, अनयोः निष्ठयोः अन्यतरयोः मोक्षं प्राप्नुवन्ति. वाक्यार्थः अवशिष्ट तत्र द्रष्टव्यमस्ति, न जाने अहं, किन्तु प्राप्नुवन्ति तत्र, अत्र अत्र इमे निष्ठे स्तः इति द्विवचने अस्ति, अतः वैचित्र्यं प्राप्नुवन्ति इति नास्ति, यतोहि अनयोः निष्ठयोः अन्यतरयोः इति षष्ठी अस्ति खलु, अतः तत्र तत्र किमुच्यते, तत्र प्रसङ्गः न भवति, नाम प्रबन्धः न भवति, तत्र सम्बन्धः नास्ति, अनयोः निष्ठयोः अन्यतरयोः इति षष्ठ्यामस्ति, प्राप्नुवन्ति इति क्रियपदं तत्र षष्ठीविभक्ति षष्ठीविभक्त्यन्तशब्दस्य तत्र सम्बन्धः न भवति क्रियपदेन सह, अतः तत्र न कोऽपि क्लेशः. मोक्षं प्राप्नुवन्ति जनाः इति चिन्तनीयमस्ति वाक्यस्य अर्थः, किन्तु दोषः नास्ति. अवगतं वा? व्याकरणदृश्य समीचीनमेव, किन्तु वाक्यस्य अर्थः कथं भवति इति. अस्तु महोदय, अस्तु अस्तु महोदय. विजिन्या सुब्रह्मण्यं महोदय अग्रे. एताः त्रैविद्याः विद्यानाम् आचरणेन पुण्यप्राप्तिः भवति, आसाम् तासाम् एतासाम्. एताः त्रैविद्याः एतासां विद्यानाम् आचरणेन पुण्यप्राप्तिः भवति. समीचीनमस्ति. अस्तु, तर्हि इतः अग्रे सदेम पद्माभगिनी अग्रे वदतु, शुभभगिनी वदतु. शराशरौ पुरुषाभ्यां सह लोकः प्रवर्तते. आभ्याम् एताभ्याम् आवाभ्याम् एताभ्यां पुरुषाभ्यां सः लोकः प्रवर्तते. एताभ्यां समीचीनमस्ति. अस्तु, तत्र एतौ एताभ्याम् अग्रिमं करोतु भगिनि. इयं माया, मायां तरन्ति भक्ताः. इमां मायां तरन्ति भक्तिः भक्ताः भक्ताः. क्षम्यतां, भक्ताः. तर्हि विकल्पत्रयं वदतु. एतम् एतम् एताम् इमां किं भवति? इमाम् इमां मायां तरन्ति भक्ताः. अवगच्छति वा? न, तरन्ति इत्युक्ते नदीतरणं, यथा नदी अस्ति, नदी तत्र एकस्मात् पक्षात् अन्यं पक्षं यदा गच्छामः तदा नदीतरणं भवति. नदीं तरामः. नदी अस्ति, तत्र एकः तीरः, अन्यः तीरः अस्ति. तत्र अस्मिन् पक्षे स्मः, तत्र गन्तुमिच्छामः. मध्ये जलमस्ति, मध्ये जलमस्ति, अतः तत्र सेतुः इति जानाति वा? नदी अस्ति, तत्र यत्र मार्गः, कश्चन मार्गः अस्ति, मार्गः नद्याः उपरि गच्छति खलु मार्गः. यत्र मार्गः नद्याः उपरि गच्छति तस्य मार्गस्य भागस्य नाम अस्ति सेतुः. सेतुः तत्र यत्र नदी अस्ति, कार्यानानि नद्याः गच्छन्ति, तत्र सेतुः भवति खलु. मनुष्यः निर्माति सेतुम्. अस्तु, अवगच्छामि. सेतुः अस्ति, तत्र सेतोः द्वारा वयं नदीं तरामः. अवगच्छामि. अतः तत्र माया इति समुद्र इव अस्ति, समुद्रः इव. तर्हि तत्र जनाः वदन्ति यत् समुद्रस्य तरणं कथं वा भवेत्. समुद्रः विशालः अस्ति, बहु नाम बृहान् अस्ति समुद्रः, तस्य तरणं कथं वा स्यात्? भक्ताः वदन्ति यत् ईश्वरस्य साहाय्येन इमां मायां तरामः. माया अत्र समुद्रः अस्ति, समुद्रः नाम तादृश समुद्रः इव अस्ति. माया समुद्रः इति तादृश अर्थः अस्ति खलु. माया तद् समुद्र इव अर्थं. तत्र तरणमस्ति खलु, तत् स्पष्टीकरणार्थं वदामि. तरणं भवति खलु, तरामः इमां मायां तरामः. तरामः इति माया समुद्रः अर्थं, समुद्रः न समुद्रः नास्ति, किन्तु समुद्रः इव. अग्रिमं कुर्मः, तत्र सहदेवमहोदय अग्रिमं करोतु. द्विविंशतिः, त्रयोविंशतिः, त्रयोविंशतिः. सत्वं रजः तमः इमे भावाः भावैः लोकः मोहितः अस्ति. एभिः ताभिः आभिः स्त्रीलिङ्गम् आभिः भावैः लोकः मोहितः अस्ति. अत्र अत्र यदि वयं भावशब्दस्य लिङ्गं न जानीमः तत्र द्रष्टुं शक्नुमः सत्त्वं रजः तमः इमे भावाः. अत्र भावाः इति अस्य वचनं किं बहुवचनमस्ति खलु. हा तर्हि पश्यतु तत्र सहदेव महोदय तत्र बहुवचने अस्ति भावाः. तत्र इमे यत्र बहुवचने यत्र इमे शब्दः बहुवचने अस्ति तत्र तस्य लिङ्गं किम्? इमे स्त्रीलिङ्गं बहुवचने. बहुवचने पश्यतु द्विवचने स्त्रीलिङ्गे अस्ति किन्तु बहुवचने इमाः. हा तत्र इमाः स्त्रीलिङ्गे इमाः. तत्र पुल्लिङ्गे इदं शब्दस्य रूपं किं बहुवचने? ओ इमे. अतः भावशब्दस्य लिङ्गं किम्? सो इमे पुल्लिङ्गशब्दः. अतः उत्तरं किम्? तत्र एभिः इत्यस्य लिङ्गं किं ताभिः आभिः लिङ्गं किम्? एभिः एभिः पुल्लिङ्ग पुल्लिङ्गशब्दः ताभिः ताभिः स्त्रीलिङ्ग. आभिः आभिः आभिः स्त्रीलिङ्ग. तर्हि किमस्ति? एभिः भावैः लोकः मोहितः अस्ति. बहु समीचीनमस्ति. अस्तु मेसचूसेट्स् सुब्रह्मण्यमनगरे. गीताकक्षा तत्र प्रचलति. कक्षां गमिष्यामि तस्मिन् तां तम्. गीताकक्षा तत्र प्रचलति. तां कक्षां गमिष्यामि. समीचीनमस्ति. अस्तु पद्मा भगिनी अग्रे. पद्मा भगिनी अस्ति वा भगिनि? अस्तु अग्रे पुष्पा भगिनी अग्रे. अस्तु तत्र लक्ष्मी भगिनी अग्रे. भगवदुक्तायाः अस्मि महोदय. अस्मि महोदय. भगवदुक्तायाः अमृततुल्याः सन्ति. अहं सङ्गृह्णामि तान् तानि ताः. भगवद् दुक्तयः अमृततुल्याः सन्ति. ताः अहं सङ्गृह्णामि. समीचीनमस्ति. अस्तु अन्ते तत्र प्रहेलिका अस्ति लक्ष्मी भगिनी पठतु कृपया. वृक्षाग्रवासी न च पक्षिराजः, त्रिनेत्रधारी न च शूलपाणिः, त्वग्वस्त्रधारी न च सिद्धयोगी, जलञ्च बिभ्रन्नः बिभ्रन्न घटो न मेघः. एषः वृक्षस्य उपरि निवसति किन्तु पक्षी न. एतस्य त्रीणि नेत्राणि सन्ति किन्तु एषः न शिवः. एषः त्व स्वग्वस्त्रं धरति किन्तु न योगी. एषः जलं धरति किन्तु न घटः न वा जलधरः मेघः. एषः कः? नारिकेलम्. तथा अस्ति. पुनः पठतु एकवारम्. एषः वृक्षस्य एषः वृक्षस्य उपरि निवसति किन्तु पक्षी न. एतस्य त्रीणि नेत्राणि सन्ति किन्तु एषः न शिवः. एषः त्वग्वस्त्रं धरति किन्तु न योगी. एषः जलं धरति किन्तु न घटः न वा जलधरः मेघः. एषः कः? स्पष्टमस्ति वा सर्वं तत्र? किमर्थं सत्र महोदय? त्वग्वस्त्रम् इत्युक्ते चर्मधारी. त्वक् तत्र त्वग्वस्त्रं हा त्वग्वस्त्रं धरति त्वच् त्वक् इति वृक्षस्य यथा वृक्षस्य त्वच् भवति खलु तदेव बार्क् इति तथा. हा अस्तु महोदय. अत्र बिभ्रन्न मूलरूपं किमस्ति? बिभ्रन्न बिभ्रन्न इति धरति इति अर्थः अस्ति. धरति इति अर्थः अस्ति परन्तु तत्र तस्य मूलरूपं प्रायः भ्रधातुः अस्ति. भ्रधातुः बिभर्ति इति भवति. बिभर्ति बिभ्रन् न घटो न मेघ इति. बिभ्रन् न घटो न मेघ च बिभ्रन् न घटो. तत्र सिद्धयोगी जलं च बिभ्रन् घटः न मेघः. तत्र जलं धरति किन्तु न मेघ न घटः न वा जलधरः मेघः. न घटः न वा मेघः. जलं च बिभ्रन् धरति जलं धरति किन्तु न घटः न मेघः. बिभ्रन् इत्युक्ते धरति धरति धरति. ज्योत्यादिगणे अस्ति बिभर्ति. बिभर्ति इति अस्ति. भृ इति धातु भ्र इति न भृ धातुः अस्ति. भृ ऋकारः भृ धातुः अस्ति. धन्यवादः. अस्तु अस्तु इति प्रायः समयः जातः अस्ति. भवानेव अन्तिम पठतु एकवारम्. अहं पठामि महोदय. अपदो दूरगामी च साक्षरो न च पण्डितः अमुखः स्फुटवक्ता च यो जानाति स पण्डितः. एतस्य पादौ न तः परन्तु एषः दूरं गच्छति. अस्मिन् अक्षराणि भवन्ति परन्तु न अयं पण्डितः. अस्य मुखमेव नास्ति तथापि एषः विषयं सम्यक् निवेदयति. अयं कः इति यः जानाति सः पण्डितः. पुनः वदतु पुनः. एतस्य पादौ न सः. एतस्य पादौ न सः परन्तु एषः दूरं गच्छति. अस्मिन् अक्षराणि भवन्ति परन्तु न अयं पण्डितः. अस्य मुखमेव नास्ति तथापि एषः विषयं सम्यक् निवेदयति. अयं कः इति यः जानाति सः पण्डितः. अयं कः लिखितमस्ति महोदय? समाधानं तु अस्ति अत्र. अस्तु, समीचीनमस्ति. तत् वदतु महोदय, कथमस्ति अत्र अपदो? अपदो इत्युक्ते पादः नास्ति. दूरगामी इत्युक्ते सः दूरं गच्छति इत्युक्ते प्रयाणं कर्तुं शक्यते. साक्षरो इत्युक्ते साक्षरः इत्युक्ते अक्षरः अस्ति अथवा अक्षराः सन्ति, परन्तु अक्षराणि सन्ति परन्तु सः पण्डितः न. अमुखः इत्युक्ते मुखं नास्ति. स्फुटवक्ता इत्युक्ते अत्र पुष्पभगिनी गच्छतु अथवा म्यूट् करोतु. अस्माकं तु कार्यमस्ति अत्र. अस्तु महोदय, वदतु. स्फुटवक्ता इत्युक्ते अत्र किमपि वदति अथवा प्रेषयति तत् स्पष्टमस्ति. यः एषः कः इति जानाति सः पण्डितः इति लिखितमस्ति अत्र. उत्तरमस्ति अत्र लेख अथवा पत्रं. पत्रमस्ति, पत्रमस्ति, दूरं गच्छति पत्रं. तत्र अक्षराणि भवन्ति तस्मिन् इति कृत्वा. हा, अस्तु, समीचीनं वा? तर्हि इदानीं समयः जातः, अत्र विरमाम. अग्रिमे सप्ताहे तत्र अग्रिमपाठः अतीवमहत्त्वपूर्णः अस्ति, तत्र सङ्ख्याः. अस्तु, तर्हि सर्वेषां धन्यवादः, नमस्कारः. धन्यवादः. नमस्कारः. धन्यवादः महोदय. धन्यवादः. धन्यवादः.